गुरुब्रह्मा गुरुविष्णु गुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वे बन्धु नमस्कारः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र मूलविषयः तु अस्ति तत्र पृथक्त्वम् इति किन्तु तत्र प्रश्नः आगतः प्रश्नः कः इत्युक्ते तत्र पृथक्त्वम् अपि भेदः भेदः नाम अन्योन्य अभावः तत्र समानं वा अथवा तत्र भिन्नपदार्थौ वा इति प्रश्नः नाम तत्र घटः पठात् पृथक् इति यदि वदामः तर्हि अपि तत्र घटः पटः न इति घटः पठात् पृथक् पृथक्त्वस्य विषयः घटः पटः न इति तु अन्योन्य अभावः तत्र घटः पटः न इति सन्दर्भे तत्र पटः एव तत्र प्रतियोगी तत्र प्रतियोगी अस्ति चेत् तत्र अनियोगी अभावः अन्योन्याभावः स च अन्योन्याभावः पटं विहाय सर्वत्र वर्तते घटे अपि वर्तते अपि अभावः वयं दृष्टवन्तः तत्र सर्वपदार्थेषु वर्तते किन्तु तत्र पृथक्त्वं गुणः इति कृत्वा द्रव्येषु एव वर्तते नवद्रव्येषु वर्तते किन्तु द्रव्यं विहाय अन्यत्र नाम तत्र सामान्ये वा विशेषे वा तत्र न वर्तते गुणे अपि न वर्तते इति वयं दृष्टवन्तः किन्तु तस्मिन् विषये तत्र मतभेदः अथवा तत्र विश्लेषणं सम्यक् रीत्या अवगमनं भवेत् इति कृत्वा तत्र करपत्रद्वयं वर्तते वस्तुतः प्रथमकरपत्रे संयोगस्य विचारः एतेन तत्र संयोगस्य विषये किञ्चित् अवगच्छामः एतेन अवगमनेन तत्र आधारेण तत्र पृथक्त्वम् अपि भेदः तयोः मध्ये तत्र सम्बन्धः नाम समानः वा भिन्नः इति अग्रे प्रदर्शयामः इति अस्ति स्थितिः तर्हि गतवर्गे वयं संयोगस्य विषये किञ्चित् ज्ञातवन्तः तत्र संयोगः इति तत्र हस्तसंयोग हस्त अपि पुस्तक तयोः मध्ये संयोगः भवति तत्र क्रियया तत्र मम हस्तः पुस्तकं गृह्णाति तदा संयोगः भवति मम हस्ते क्रिया वर्तते क्रियया तत्र संयोगः जायते इति कृत्वा कर्मजः संयोगः इति वयम् उक्तवन्तः हस्तपुस्तकयोः संयोगः कर्मजसंयोगः किन्तु यत्र हस्तपुस्तकसंयोगः भवति तदा शरीरकायपुस्तकसंयोगः अपि भवति किन्तु स च संयोगः तत्र संयोगजसंयोगः इति नामकरणं कृतं गतवर्गे संयोगजसंयोगः नाम हस्तपुस्तकसंयोगात् नूतनसंयोगः उत्पन्नः स च संयोगः कायपुस्तकसंयोगः स च संयोगः क्रियया न जातः किन्तु संयोगात् जातः इति कृत्वा संयोगज संयोगः इति वयं दृष्टवन्तः गतवर्गे अस्मिन् विषये प्रश्नः वा प्रश्नः नास्ति वा तर्हि तत्र संयोगे द्वैविध्यं दृष्टवन्तः गतवर्गे कर्मजसंयोगः अपि संयोगजसंयोगः प्रथमविधसंयोगे कर्म क्रिया एव कारणं द्वितीयविधसंयोगस्य कारणं भवति अन्यसंयोगः अपरसंयोगः अस्य संयोगस्य कारणं भवति तदा संयोगजसंयोगः इति वदामः तर्हि तत्र अग्रे गच्छामः किन्तु तस्मात् प्राक् एकवारं तत्र तर्हि तत्र कः योगेन्द्रमहोदय स्वशब्दैः तत्र कर्मजसंयोगः अपि तत्र संयोगजसंयोगः तस्मिन् विषये स्वशब्दैः किञ्चित् वदतु महोदय। यः संयोगः क्रियया जायते सः कर्म च संयोगः इति उच्यते। यथा कपाले काचित् क्रिया जाता, ता क्रियायाः कपालपुस्तकयोः संयोगः उत्पन्नः, सः संयोगः कर्मजसंयोगः इति उच्यते। समीचीनम्। इदानीं तत्र संयोगजसंयोगः कपालपुस्तकस्य एव उदाहरणं स्वीकरोतु, तदा स च कपालः यतो हि कटस्य अवयवः अस्ति, अतः कपालस्य पुस्तकेन सह संयोगः जायते, तेन संयोगेन घटे अपि पुस्तकेन सह संयोगः जायते। उत्तमं। हा, एषः नूतनसंयोगः। एषः नूतनसंयोगः घटपुस्तकयोः यः संयोगः जायते सः संयोगजः संयोगः इति उच्यते। हा, उत्तमं महोदय, उत्तमं। हा, तर्हि तत्र तत्र वयं दृष्टवन्तः तत्र कपाल तत्र कपालपुस्तकसंयोगः कर्मजः संयोगः, घटपुस्तकयोः संयोगः संयोगजसंयोगः इति भवति। उत्तमं महोदय। हा, इदानीम् अग्रे प्रश्नः अस्ति, तदनन्तरम् अग्रे सरामः तर्हि तत्र। अस्तु, इदानीं तत्र नीता भगिनी अग्रे पठति वा अस्मिन् प्रसङ्गे इति। अस्मिन् प्रसङ्गे कश्चन प्रश्नः उदेति, हस्ते हस्ते जातया क्रियया हस्तपुस्तकयोः कर्मजः संयोगः इति यदा भवति, तदा हस्ते जाता या क्रिया सा च शरीरे नास्ति किम्? शरीरे अस्ति चेत् शरीरपुस्तकयोः संयोगः किमर्थं कर्मजः न स्यात्? अस्मिन् विषये स्वस्य विचारः भवतु, तदा अग्रे पठनम्। हा, तर्हि इदानीं तत्र अस्माकं चिन्तनं किञ्चित् भवेत्। हा, तर्हि हस्तपुस्तकयोः, हा, अत्र प्रश्नः अस्ति, हस्त इति शरीरस्य एव अवयव, शरीरे हस्तः अस्ति, शरीरपुस्तक हस्तपुस्तकयोः संयोगः तु कर्मजः संयोगः क्रियया जातः, परन्तु हस्ते हस्त इति शरीरस्य अवयवः, तत् शरीरपुस्तकयोः संयोगः कर्मजः इति भवेत् वा न वा, तस्मिन् विषये अस्य चिन्तनम् अत्र हस्त इति शरीरस्य अवयवः, हस्ते क्रिया जातः, हस्तशरीरयोः तत्र समवायः सम्बन्धः वर्तते। हा, उत्तमं। हा, तर्हि एकनिमिष तत्र समीचीनं भगिनि। हा, तर्हि एकनिमिष तत्र हस्ते कर्म भवति खलु, कर्म अस्ति नाम क्रिया अस्ति हस्ते, एतत् समीचीनं वा? कर्म हस्ते, कर्म इति आदेयः हस्तः अधिकरणं खलु, समीचीनं वा? कर्म हस्ते अस्ति अस्ति अस्तु, एतेन कर्मणा तत्र संयोगः जातः, हस्तपुस्तकयोः संयोगः जातः खलु, अतः एव तत्र हस्तपुस्तकयोः संयोगः वयं कर्मजः संयोगः इति वदामः। इदानीम् एषः कर्म एतत् कर्म अथवा एषा क्रिया हस्ते वर्तते, या क्रिया वर्तते सा च क्रिया शरीरे नास्ति किम् इति प्रश्नः खलु। तर्हि किं भवत्याः चिन्तनं, किं सर्वेषामपि सर्वे वदन्तु, किन्तु हा एकमेकं वदन्तु, तर्हि भवती वदतु आरम्भे। अत्र समवाय सम्बन्धः अस्ति, हस्त हस्तशरीरयोः मध्ये समवायसम्बन्धः अस्ति, समीचीनं। तर्हि तत्र समवायः इति समवायः हस्तशरीरद्वयं मध्ये समवायसम्बन्धः अस्ति। तत्र समवायसम्बन्धस्य अन्यत् उदाहरणं वदतु मम, तत्र घट इति उपयुज्य घट कपालः, घटः कपालः, अस्तु समीचीनम्। अस्तु तर्हि कपाल समवायस्य सम्बन्धः भवेत् तदा कपालः, तत्र कपालः इति अधिकरणं भवति, तत्र कपालः अधिकरणं भवति वा घटस्य, कपालघट इति उदाहरणं तत्र घटः इति घटः कपालः घटे वर्तते, कपालः घटे वर्तते वा अथवा घटे कपाले वर्तते वा इति प्रश्नः, इति प्रश्नः तत्र तत्र अवयवः यदा अवयवः भवेत् तत् अवयव अधिकरणं भवति, आधेयः इति अवयवी भवति। हा उत्तमम् उत्तमं भगिनि, हा तथैव अस्ति। तर्हि अवयवी अवयवी हा अपि अवयवः अथवा अवयवाः अधिकरणम् इति उक्तवती खलु, इति भवति। उत्तमं भगिनि, हा तथैव अस्ति। तर्हि आदेयः अवयवी अधिकरणम् अवयवः अपि सम्बन्धः समवायः, यथा पटः तन्तुषु वर्तते इति कथा। हा उत्तमं, हा हा समीचीनं, पटः अपि तन्तवः तन्तुषु वर्तते इति समीचीनं भगिनि। हा तर्हि तत्र कपालः घटे वर्तते वा अथवा घटः कपाले वर्तते वा, मम अधिकरणं घटकपालयोः मध्ये कः, किम् अधिकरणं, किं कः आदेयः, कपालः कपालः घटे वर्तते एवमस्ति वा, अवयवः कः, कस्य अवयवाः सन्ति, अवयवः घटः घटः अत्र यस्मिन् अवयवः, कपालद्वयं स्वीकृत्य घटस्य निर्माणं, हा सो यत्र अवयवी इत्युक्ते यस्मिन् अवयवाः सन्ति, यस्य अवयवाः सन्ति, यस्य यस्मिन् अवयवी इति यस्य वा यस्मिन् तु अवयवी इति घटः अस्ति, घटः इति अस्ति, कपाल अधिकरणं, कपालः अवयवः, घटः इति अवयवी, अतः घटः कपाले वर्तते, घटः कपाले वर्तते कपाले वर्तते, उत्तमम्। इदानीं हस्तः शरीरः, तत्र कः अवयवी, ततः शरीरः इति अवयवी, हस्तः इति अवयवः, समीचीनम् इति अस्ति, अतः अवयवी यत् शरीरः तत् शरीरः आधेय भूत्वा हस्त अधिकरणं भवति, इति समीचीनं खलु, समवायः इति भवति खलु। तर्हि आदेयः एषः अस्ति, आदेयः अधिकरणं, तत्र हस्तः इति अधिकरणं, शरीर इति अवयवी इति वर्तते वर्तते समवायेन वर्तते। इदानीं कर्म, कर्म इति क्रिया हस्ते अस्ति, क्रिया हस्ते अस्ति, किं सा क्रिया, किं सा क्रिया शरीरे अस्ति वा, साक्षात् नास्ति, नाम समवायः इति वदामः, समवायः अधोगमनं भवति खलु, नाम एक तत्र तस्य दिक् अस्ति, नाम एकस्यां दिशि एव गन्तुं शक्नुमः खलु, नाम कपालः घटे समवायेन वर्तते इति न वक्तुं शक्नुमः. घटः समवायेन कपाले वर्तते, तथैव. तर्हि यदि हस्तः शरीरे स्यात् तर्हि कर्म क्रिया अपि शरीरे वर्तते इति वक्तुं शक्नुमः. किन्तु अत्र अधोगमनं, अत्र उपरि गमनं खलु. तर्हि तत्र कर्म शरीरे भवति इति वक्तुं शक्नुमः वा इति न वक्तुं शक्नुमः. न इति खलु. यतो यदि तत्र अधोगमनं भवति चेत् अस्तु तत्र भवति इति चिन्तयितुं शक्नुमः. किन्तु अत्र किं भवति, क्रियाक्रियावतोः समवायः इति सम्बन्धः, किन्तु उपरि गमनं समवेतः इति भवति खलु. तत्र हस्तसमवेतः कर्म इति उपरि गमनमस्ति. हा, तादृशं भवति. किन्तु साक्षात् तु कर्म शरीरे नास्ति इति चिन्तनं खलु. आम् आम्. हा, अन्य कोऽपि, धन्यवादः भगिनी, अन्य कोऽपि हा किं चिन्तयन्ति, किं चिन्तनं तत्र क्रिया हस्ते वर्तते, सा च क्रिया किं शरीरे अपि वर्तते अथवा न वर्तते. तत्र हस्तः एव अधिकरणं भवति शरीरस्य अपि, यतोहि शरीरः अवयवी अस्ति. अवयवी अवयवे तत्र वर्तते, समवायेन भवति. अवयवी अवयवी अवयवे समवायेन वर्तते. अवयवः अवयविनि न वर्तते, नाम पटः तन्तुषु वर्तते इति न्यायशास्त्रे चिन्तनं. यतोहि यदि तन्तवः न सन्ति पटः नास्ति एव. अतः तन्तवः एव मूलं, तन्तवः नास्ति चेत् पटस्य विषयः न वक्तुं शक्नुमः. अतः तन्तवः एव अधिकरणं, तदनन्तरमेव पटः इति भवति. यदि पटः अधिकरणम् इति अस्ति अपि तन्तवः आदेयः अस्ति चेत् अधिकरणं भवितुम् अर्हति, आदेयः न भवितुम् अर्हति. तादृशी स्थितिः भवेत्. नाम तत्र आसन्दः अस्ति, यज्ञदत्तः नास्ति, तत्तु समीचीनम्. किन्तु तत्र यज्ञदन्तः उपविष्टः अस्ति किन्तु आसन्दः नास्ति चेत् तत् कथं, तत्र अधिकरणं भवेत् एव इति. अतः तत्र अवयवी आदेयः, अवयवः अधिकरणं, तादृशचिन्तनेन तत्र शरीरः हस्ते अस्ति, कर्म अथवा क्रिया अपि हस्ते अस्ति, किन्तु सा एतत् कर्म शरीरे साक्षात् नास्ति इति. किन्तु अग्रे पठामः, तर्हि तत्र चिन्तनं कृतं, किन्तु अग्रे पठामः. तर्हि शुभदा भगिनी, नमस्कारः. नमस्कारः महोदय. नमस्कारः भगिनी. हा, अस्तु, इदानीम् अग्रे तत्र नरसिंहग्रे महोदय अग्रे पठति वा, तर्हि प्रश्नः इति. दृश्यते वा महोदय, किञ्चित् बृहत् करणीयं वा? दृश्यते महोदय. अस्तु, तर्हि प्रश्नः एवं, यत् हस्ते या कोऽपि क्रिया जायते सा च क्रिया शरीरे अपि अस्ति, नाम यत्र हस्ते क्रिया अस्ति तत्र शरीरे अपि क्रिया अस्ति किल, यतोहि हस्तः शरीरस्य भागः. कथं वक्तुं शक्नुमः यत् हस्ते क्रिया अस्ति किन्तु शरीरे क्रिया नास्ति? हस्ते जाता क्रिया, शरीरे जाता क्रिया, अनयोर्मध्ये भेदः अस्ति किं? वस्तुतः हस्त इति कथनेन अवयव एव स्वीक्रियते. न्यायशास्त्रस्य कश्चन सिद्धान्तः एवं, यत् इदानीं हस्ते क्रिया जाता सा क्रिया शरीरे अपि जाता इति वक्तव्यं चेत् हस्तशरीरम् इत्येतत् द्वयं इत्युक्ते एकमेव स्यात्, किन्तु वस्तुतः तथा नास्ति. हस्तः भिन्नः, शरीरं भिन्नम् इति स्वीक्रियते न्यायशास्त्रे. अवयवः अवयवी इति परस्परं भिन्नं भिन्नम् इत्यस्य अर्थः पृथक् पृथक् पृथक् भवति इति न, किन्तु पदार्थः भिन्नः इति. अत्र इदानीं दृष्टवन्तः यत् प्रश्नः एवं यत् हस्ते या कापि क्रिया जाता, वयं हस्ते हस्तेन पुस्तकं प्रशामः चेत् तत्र हस्ते क्रिया भवति, सा च क्रिया शरीरे अपि अस्ति न वा इति प्रश्नः अस्ति. अत्र यत्र हस्ते क्रिया अस्ति तत्र शरीरे अपि क्रिया अस्ति किल, यतोहि हस्तशरीरस्य भागः. यदि हस्तशरीरस्य भागः हस्त अनन्तरं शरीरम् एकमेव इति स्वीकुर्मः चेत् तत्र किं भवति, हस्ते ये क्रिया जाता तत् शरीरे अपि भवितुम् अर्हति. किमर्थमित्युक्ते हस्तशरीरस्य भागः अस्ति. कथं वक्तुं शक्नुमः यः हस्ते क्रिया अस्ति किन्तु शरीरे क्रिया नास्ति, यत् वयं पठितवन्तः कर्मजसंयोगज कर्मजसंयोगः संयोगज संयोगज तादृशभेद भेदं भेद किमर्थं तत्र या क्रिया हस्ते जाता तद् शरीरे अपि भवति, अतः तत्र एकमेव संयोगः भवति न वा इति प्रश्नः. हस्ते जाता क्रिया शरीरं शरीरे जाता क्रिया अनयोर्मध्ये भेदः अस्ति किम् इति प्रश्नः. वस्तुतः हस्त इति कथनेन अवयवः एव स्वीक्रियते. शरीरः अवयवी अस्ति, हस्त अवयवः अस्ति. न्यायशास्त्रस्य कश्चन सिद्धान्तः एवं यत् इदानीं हस्ते क्रिया जाता, सा क्रिया शरीरे अपि जाता इति वक्तव्यं चेत् हस्तशरीरम् इत्येतत् द्रव्यम् अभिन्नं स्यात्. अभिन्नं स्यात्. यदि क्रिया एकी एकः एव अस्ति चेत् भवितुम् अर्हति चेत् तत्र हस्तशरीरमध्ये किमपि भेदः न भवेत् तत्र. किञ्चित् तत्र तस्य विवरणं करोति वा किमर्थं तत्र सिद्धान्तः सम्यक् इति अवगमनार्थं, तत्र एषः सिद्धान्तः सम्यक् एव इति कथम् अवगच्छामः? तत्र तेषां मध्ये भिन्नता अस्ति चेत् तत्र हस्ते क्रिया जाता तेन शरीरेण क्रिया भवितुमर्हति. तत्र एकमेव अस्ति चेदेव तत्र वयं वक्तुं शक्नुमः क्रिया संयोग एकमेव इति वक्तुं शक्नुमः. हा इति नाम तत्र यदि वयं पुस्तकद्वयं स्वीकुर्मः, प्रथमे पुस्तके अपि तत्र रक्तवर्णः अस्ति, रक्तरूपम् अस्ति, द्वितीयपुस्तके अपि रक्तरूपम् अस्ति. इदानीं तर्हि वक्तुं शक्नुमः वा तत्र रूपं समानम् इति? रूपं समानमिति अतः द्वयपुस्तकमपि समानम् इति वक्तुं न शक्नुमः अत्र. हा तर्हि अधिकरणं भिन्नं चेत् तत्र गुणः अपि भिन्नः स्यात् खलु. अत्रापि हस्तशरीरमध्ये अधिकरणं भिन्नम् अस्ति. अतः अधिकरणस्य भेदेन तत्र भिन्नता वर्तते, भिन्नता इति चिन्तनं. तत्र हस्त इति तस्मिन् अवयवे तस्य अवयवे भवति, शरीर इति हस्ते भवति. अतः तत्र वयं तत्र एषः सिद्धान्तः सम्यक् इति अवगन्तुं शक्नुमः खलु. अधिकरणम् एकमेव नास्ति इति कृत्वा तत्र समानम् इति हस्तशरीरसमानम् इति वयं वक्तुं न शक्नुमः. अतः तत्र अपि अत्र भिन्नं नाम तत्र पृथक्त्वं नास्ति किन्तु भेदः नाम अन्योन्य अभावः. अन्योन्य अभावः एव वयं तस्य एव चिन्तनम् अत्र. शरीरं भिन्नं हस्तः भिन्नः नाम शरीरं हस्तः न इति खलु. यत्र न इति वदामः तत्र भेदः अन्योन्य अभावः भवति. अस्तु समीचीनं महोदय. धन्यवादः. हस्तभिन्नः शरीरभिन्नमिति तत्र भिन्नम् इत्यस्य अर्थः पृथक् पृथक् भवति इति न, किन्तु पदार्थः भिन्न इति. भिन्नः भिन्नः नाम अन्योन्य अभावः तयोः मध्ये नाम तत्र एकः अन्यः न इति अर्थः अर्थः खलु. धन्यवादः. धन्यवादः. अस्तु समीचीनम्. अस्तु अग्रे मृणालिनिभग्नि अग्रे यथा पुस्तकं रूपम् इति एतद्द्वयम् अस्ति पुस्तकम् इति पदार्थः भिन्नः रूपमिति पदार्थः भिन्नः तद्द्वयमपि मिलित्वा भवति इति सत्यं किन्तु तौ द्वौ पदार्थौ परस्परभिन्नौ तथैव हस्तः शरीरम् इति पदार्थद्वयं परस्परभिन्नं भवति अधुना हस्ते या क्रिया जाता सा क्रिया शरीरे जाता इति वक्तव्यं चेत् हस्तः शरीरं च समानं स्यात् समानं नास्ति चेत् हस्ते क्रिया जाता क्रिया शरीरे अपि अस्ति इति वक्तुं न शक्यते हस्तः शरीरम् एतद्वयं भिन्नं भिन्नम् इति स्वीकुर्मः किमर्थम् इत्युक्ते शरीरस्य हस्तः एव कारणम् सर्वदा कार्यं कारणं भिन्नमेव भवति न्यायशास्त्रे यथा पुस्तकं रूपं पुस्तकं तथा रूपम् इति पदार्थद्वयं स्वीकुर्मः एकं द्रव्यमस्ति अन्यत् अस्ति गुण उत्तमं तर्हि पुस्तकम् इति पदार्थः भिन्नं रूपम् इति पदार्थः भिन्नम् खलु नाम पुस्तकं रूपं नास्ति रूपं न एवं खलु भिन्नः नाम नास् न इति अर्थः तद्वयमपि भवति इति सत्यं पुस्तके एव रूपं भवति खलु रक्तवर्ण पुस्तके रूपं भवितुं भवति अतः पुस्तके रूपमपि अस्ति अतः मिलित्वा रूपमपि पुस्तकं मिलित्वा भवति किन्तु तौ द्वौ पदार्थौ परस्परभिन्नौ रूपं पुस्तकं परस्परभिन्नौ नाम रक्तरूपपुस्तकमस्ति चेत् तत्र पुस्तकं रक्तरूपम् एव इति न वक्तुं शक्नुमः खलु नो नो हा रूपं भिन्नं पुस्तकं भिन्नं द्रव्यं भिन्नं गुणः भिन्नः तथैव हस्तः शरीरम् इति पदार्थद्वयं परस्परभिन्नं भवति हस्तशरीरम् इति परस्परभिन्नौ इति तत्र किमर्थं मिलित्वा इति उक्तं तत्र पुस्तकमपि रूपं मिलित्वा भवति इति सत्यं किमर्थम् उक्तं तत् यतोहि तत् पृथक् भवितुं शक्यते रूपम् अन्यत्र पुस्तकं न नाम तत्र यत् रूपं पुस्तके वर्तते तत् रूपं पृथक् न कर्तुं शक्नुमः यतोहि तत्र समवायसम्बन्धः समवायसम्बन्धः कदापि पृथक् न कर्तुं शक्नुमः संयोगः तत्र पृथक् कर्तुं शक्नुमः किन्तु यत् रूपं पुस्तके वर्तते तत् सर्वदा पुस्तके वर्तते नाम या सर्वदा यावत्पर्यन्तं पुस्तकं तिष्ठति इति किन्तु तत्र किमर्थम् अत्र उक्तम् इत्युक्ते तत्र हस्तः अपि शरीरं तत्र हस्तः अपि शरीरं मिलित्वा एव भवति खलु यथा रूपमपि पुस्तकं मिलित्वा भवति तथैव शरीरमपि हस्तः मिलित्वा एव भवति खलु अत एव तत्र मिलित्वा भवति तद्द्वयं पुस्तकं रूपं द्वयं मिलित्वा भवति किन्तु भिन्नौ तथैव हस्तः शरीरं मिलित्वा सन्ति द्वयं मिलित्वा अस्ति किन्तु त्वौ भिन्नौ एव खलु अधुना हस्ते या क्रिया जाता सा क्रिया शरीरे जाता इति वक्तव्यं चेत् हस्तः शरीरं च समानं स्यात् इति न्यायशास्त्रे समानं नास्ति चेत् हस्ते जाता क्रिया शरीरे अपि अस्ति इति वक्तुं न शक्यते यदि हस्ते जाता क्रिया शरीरे अपि भवति इति वक्तुं इच्छामः तदा शरीर तथा हस्तमध्ये भेदः नास्ति, समानमेव स्यात्, परन्तु समानं नास्ति चेत् हस्ते जाता क्रिया शरीरे अपि अस्ति इति वक्तुं न शक्यते. हस्तशरीरम् एतद्वयं भिन्नं भिन्नम् इति स्वीकुर्मः, किमर्थम् इत्युक्ते शरीरस्य हस्तः एव कारणम्. सर्वदा कार्यं कारणं भिन्नमेव भवति न्यायशास्त्रे. कार्यं कारणं तत्र कार्यमपि कारणं भिन्नमेव खलु सर्वत्र. तत्र घटः स्वस्य कारणम् इति कदापि वयं न स्वीकुर्मः खलु. घटस्य कारणम् अन्यत् किमपि स्यात्, घटम् एव साधारणतया नास्ति खलु. तर्हि कार्यं भिन्नं कारणं भिन्नं खलु. अत्र किमर्थम् उक्तं शरीरस्य कारणं हस्तः? तत्र वयं पूर्वं दृष्टवन्तः तत्र शरीरे शरीर हस्तः तयोः मध्ये कः सम्बन्धः इति प्रश्ने सति तत्र कपालः घटः पटः तन्तवः इति दृष्टवन्तः. तत्र हस्तः शरीरस्य कारणम् इति उक्तं, तत्र घटः कपालः तयोः मध्ये किं कारणं, तत्र कारणं कार्यकारणभावः वर्तते वा कपालघटयोः मध्ये? आम्, कपालः कारणं घटः कार्यं. हा, कीदृशं कारणम्? कारणं नाम समवायिकारणम् असमवायिकारणं द्वितीयविधसमवायिकारणं किम्? समवायिकारणम्. हा उत्तमं. हा नाम घटः तत्र कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन समवायेन घट जनयति समवायिकारणम्. इदानीं तत्र पटः तन्तवः तत्र तत्रापि समवायिकारणं तन्तवः तादात्म्यसम्बन्धित्वा समवायसम्बन्धेन पटं जनयति. उत्तमं. हा इदानीम् अवयव अवयवी अस्ति चेत् तत्र तत्र कार्यकरणभावः अस्ति वा? आम्. हा तर्हि अवयवः कारणम् अवयवी कार्यम् अपि समवायी कारणं खलु तत्रापि समवायिकारणम्. तर्हि इदानीं तत्र हस्तः शरीरः कः अवयवी कः अवयवः? हस्तः अवयवः शरीरम् अवयवी. हा इति अस्ति. उत्तमं भगिनि. हा तत्र शरीरं क्षम्यताम्. हा तर्हि तत्र तर्हि हस्तः अपि शरीरस्य कारणमस्ति. कीदृशकारणम् इत्युक्ते? समवायिकारणं. समवायिकारणम् उत्तमं. हा अतः एव तत्र वयं तत्र शरीरः शरीरमपि हस्तः भिन्नः इति स्वीकर्तुं शक्नुमः खलु. हा तर्हि तत्र या क्रिया हस्ते अस्ति सा क्रिया शरीरे नास्ति, यतोहि तत्र हस्तशरीरौ भिन्नौ. हा इति अस्ति. उत्तमं, धन्यवादः भगिनि. हा अस्तु, एतावत् कोऽपि प्रश्नः नास्ति वा? अस्तु तर्हि अग्रे तत्र शुभदा भगिनी अग्रे पठति वा? महोदय, यथा पुस्तकं रूपम् इति एतद्द्वयम् अस्ति, एतद्द्वयम् अस्ति, पुस्तकम् इति पदार्थः भिन्नः, रूपम् इति पदार्थः भिन्नः, तद्द्वयमपि मिलित्वा भवति इति सत्यं, किन्तु द्वौ किन्तु तौ द्वौ पदार्थौ परस्परभिन्नौ, तथैव क्षम्यतां, हस्तः शरीरम् इति पदार्थद्वयं परस्परभिन्नं भवति. अधुना हस्ते या क्रिया जाता सा क्रिया शरीरे जाता इति कर्तव्यं चेत् इति वक्तव्यं चेत् हस्तः शरीरे पुनः सः एव परिच्छेदः तथैव. अस्तु अस्तु भगिनि, हा अस्तु तत्र, हा तर्हि तत्र हस्तः शरीरं भिन्नं भिन्नम् इति, हा अस्तु भगिनि, अतः तत्र अग्रे कुत्रचित् इति, हा हा क्षम्यताम्. कुत्रचित् अपरस्मिन् शास्त्रे कारणम् एव किञ्चित् परिवर्तनं प्राप्य कार्यं भवति. कुत्रचित् अपरस्मिन् शास्त्रे कारणम् एव किञ्चित् परिवर्तनं प्राप्यं किञ्चित् परिवर्तनं प्राप्य कार्यं भवति. दृष्टान्ते दशसु चषकेषु जलम् अस्ति. तानि सर्वाणि जलानि एकस्मिन् पात्रे स्थापयामि चेत् महत् जलं जायते. इदानीं महती पात्रे यत् जलं, तस्य कारणं किम् इति चेत् लघुषु चषकेषु विद्यमानानि जलानि एव. चषकेषु विद्यमानं जलं भिन्नं, महती पात्रे विद्यमानं जलं भिन्नं न्यायशास्त्रम् अनुसृत्य. किन्तु अद्वैतवेदान्ते तद् भिन्नं भिन्नम् इति न स्वीक्रियते. तर्हि कुत्रचित् अपरस्मिन् शास्त्रे यदा कारणे किञ्चित् परिवर्तनं भवति तदा तस्य कार्ये कार्यं भवति. नाम कारणमेव परिवर्तनं प्राप्य कार्यं भवति. नाम तत्र यथा तत्र किमस्ति, दुग्धम् अपि तत्र किमस्ति, दग्धि भवति, हा दग्धि भवति इति, हा तथा तत्र कारणमेव परिवर्तनं प्राप्य कार्यं भवति इति चिन्तनं, तत्र परिणामवादः इति अत्र इति वदन्ति. हा तर्हि अत्र एकः अत्र दृष्टान्तः अस्ति यत् दशसु चषकेषु जलं जलमस्ति. दशचषकाः तत्र सन्ति, तेषु जलं पूरितमस्ति. तर्हि तानि सर्वाणि चषकानि एकस्मिन् एव महती पात्रे यथा रिक्तानि कृतानि तर्हि यत् जलं महती पात्रे अधुना भवति तत्तु लघुषु चषकेषु यज्जलम् आसीत् पूर्वं तदेव अस्ति इति अस्माकं चिन्तनम्. तर्हि चषकेषु विद्यमानं जलं भिन्नं, महति पात्रे विद्यमानं जलं भिन्नं न्यायशास्त्रम् अनुसृत्य. परन्तु न्यायशास्त्रे तु तस्य तत् वयं साधारणतया चिन्तयामः एतत् जलमेव इदानीम् अन्यस्मिन् तत्र पात्रे अस्ति इति चिन्तयामः खलु. नाम एतत् जलं तत्र स्थापयतु इति चिन्तयामः, अतः तत्र अस्माकं चिन्तनमस्ति एतदेव जलम् इदानीम् अन्यत्र अस्ति इति. किन्तु न्यायशास्त्रम् अनुसृत्य तत्र भिन्नम् इति भिन्नम् अस्ति. चषकेषु यत् जलम् आसीत् पूर्वं तद्भिन्नं, यतोहि तदेव जलं महती पात्रे पूरितं, तथापि महती पात्रे अधुना यत् जलम् अस्ति तद्भिन्नम् इति न्यायशास्त्रं वदति. किमर्थम् इत्युक्ते तत्र तयोः मध्ये कार्यकारणभावः वर्तते इति. अतः तत्र कार्यं भिन्नं कारणं भिन्नम् इति स्वीकृतम्. अतः तत्र पूर्व तत्र दशसु चषकेषु यज्जलमस्ति तद्भिन्नम्, इदानीं महती पात्रे विद्यमानं जलं भिन्नं भिन्नम्. किन्तु अन्येषु शास्त्रेषु एतादृशी स्थितिः नास्ति. केवलं न्यायशास्त्रे तत्र यत्र कार्यकारणभावस्य महत्त्वमस्ति अतः तत्र एतादृशं सिद्धा एतादृशसिद्धान्तः स्वीकृतः अस्ति. समीचीनं वा? महोदय अस्तु, धन्यवादः भगिनि. धन्यवादः. अस्तु, इदानीम् अग्रे तत्र योगेन्द्रमहोदय अग्रे. योगेन्द्रमहोदय न श्रूयते. इदानीं श्रूयते महोदय? इदानीं श्रूयते महोदय. समीचीनं, धन्यवादः. अस्तु, किञ्चित् उपरि करोमि. अस्तु महोदय. न्यायशास्त्रे चषके विद्यमानं जलं भिन्नं, महतीपात्रे विद्यमानं जलं भिन्नम् एव, तर्हि तयोः मध्ये क्षम्यतां, अधुना इति अधुना अस्मिन्नेव उदाहरणे सामान्यचिन्तन अनुसारम् अपि जलस्य पात्रे स्थापनानन्तरं तत्र कारणीभूतं जलं पृथक् न भवति. कारणीभूतं जलं चषके विद्यमानं जलम् आसीत् तत् इदानीं पृथक् नास्ति इत्युक्ते चषके विद्यमानं जलम् एव खलु समवायिकारणं भवति महति पात्रे विद्यमानस्य जलस्य. न्यायशास्त्रे चषके विद्यमानं जलं भिन्नं, महति पात्रे विद्यमानं जलं भिन्नमेव, तर्हि तयोः मध्ये कः सम्बन्धः इत्युक्ते कार्यकारणभावः एव. दशसु चषकेषु विद्यमानानि जलानि पृथक् पृथक् कारणानि भवन्ति, तानि सर्वाणि अपि समवायिकारणानि एव. तेषां परस्परसंयोगः इदानीं जातः, तेन महत् जलम् उत्पन्नम्. अतः चषके विद्यमानं जलम् इदानीमपि भिन्नम् एव पात्रे अवयभूतम्, भिन्नभिन्नरूपेण न दृश्यते तावत् एव इति न्यायशास्त्रस्य अत्र सिद्धान्तः. अस्तु, अधुना अस्मिन् एव उदाहरणे सामान्यचिन्तन अनुसारमपि जलस्य पात्रे स्थापनानन्तरम् अनन्तरं तत्र कारणीभूतं जलं पृथक् न भवति. अतः पात्रे जलं यत् स्थापितं तत् सः कारणीभूतजलं जलं पृथक् न इति भवति. कारणीभूतजलं सामान्यतया वयं किं चिन्तयामः, तदेव जलम् इदानीं महती पात्रे अस्ति, तत्र पृथक् इति न चिन्तयामः खलु? आम्, इति न चिन्तयामः. किन्तु कारणीभूतं जलं चषके विद्यमानं जलम् आसीत्. चषके दशसु चषकेषु यः यत् जलम् आसीत् तत् जलं कारणीभूतजलमस्ति महति पात्रे, तत् इदानीं पृथक् नास्ति. यतोहि पूर्वं दशसु चषकेषु आसीत् खलु, परस्परं पृथक् आसीत् खलु, एकस्मिन् चषके यज्जलं तद् अन्यस्मिन् जले विद्यमानात् जलत् पृथक्. किन्तु इदानीं पृथक् नास्ति, परस्परं पृथक् नास्ति, किन्तु मेलनं जातं खलु. किन्तु इत्युक्ते चषके विद्यमानं जलम् एव खलु समवायिकारणं भवति महति पात्रे विद्यमानस्य जलस्य अतः जले पात्रे महति पात्रे यः जलमस्ति तस्य कारणमस्ति चषकेषु जलमस्ति सः समवायिकारणं भवति पात्रस्य जलस्य पात्रे विद्यमानस्य जलस्य न्यायशास्त्रे चषके विद्यमानं जलं भिन्नं महति पात्रे विद्यमानं जलं भिन्नम् एव इति न्यायशास्त्रे स्वीक्रियते तर्हि तयोः मध्ये कः सम्बन्धः इत्युक्ते कार्यकारणभावः एव यतोहि चषके विद्यमानं जलम् एस् कारणीभूतं जलम् अस्ति अतः दशसु चषकेषु विद्यमानानि जलानि पृथक् पृथक् कारणानि भवन्ति तानि सर्वाणि अपि समवायिकारणानि एव समवायिकारणानि एव पात्रे यत् स्थापितं जनमति तेषां कृते तेषां परस्परसंयोगः इदानीं जातः तेन महज्जलम् उत्पन्नम् तर्हि महज्जलम् अस्ति अपि तत्र दश पृथक् जलानि सन्ति आम् किन्तु तत्र भेदः नाम जलस्य दश जलानि यानि सन्ति तेषां संयोगात् तत्र महज्जलं प्राप्तम् उत्पन्नं खलु उत्पन्नं तर्हि तत्र महज्जलं कार्यम् अपि तत्र दश चषकेषु विद्यमानानि जलानि कारणानि किमर्थं समवायिकारणानि इति उक्तम् यतोहि परस्पर तत्र पूर्वमपि वयं दृष्टवन्तः तत्र कपालः घटः कपालः घटः तत्र कपालः घटस्य कारणं वा आम् कपालः अवयवः अस्ति घटः कपालः अवयवः अस्ति घटः अवयवी अस्ति उत्तमं हा तर्हि अपि कपालः कीदृशं कारणं घटं घटस्य समवायिकारणं भवति समवायिकारणम् उत्तमं महोदय तत्र वाक्यं वदतु कपालः स्वस्मिन् तादात्म्य तादात्म्यसम्बन्धेन अस्ति स्थित्वा समवायेन उत्पादयति जनयति उत्तमं तर्हि तत्र घटः अवयवी कपालः अवयवः कपालद्वयसंयोगेन घटः जातः खलु अत्र का स्थितिः दशजलानि सन्ति तेषां संयोगेन महज्जलं जातं महज्जलं जातं तर्हि तत्र जलानि समवायिकारणानि खलु यतोहि अवयवाः सन्ति अवयवी अस्ति अवयवी अस्ति महज्जलं महज्जलं तर्हि समवायिकारणं खलु अतः एव समवायिकारणम् इति उक्तं सम्यक् खलु आम् अतः समवायिकारण इति अतः चषके विद्यमानं जलम् इदानीमपि भिन्नम् एव पात्रे अवयवभूतम् अवयवभूतम् अस्ति नाम अवयवरूपेण पात्रे अवयवरूपेण पात्रे सन्ति तत् एकमेकं जलं पात्रे अस्ति अवयवरूपेण अस्ति मिलित्वा अस्ति सत्यं किन्तु यतोहि परस्परसंयोगः अभवत् भिन्नभिन्नरूपेण दृश्यते तावत् एव इति न्यायशास्त्रस्य अत्र सिद्धान्तः सो यत् कारणीभूतं जलम् अस्ति तत् इदानीम् अपि पात्रे अस्ति परन्तु भिन्नभिन्नरूपेण न अस्ति न दृश्यते इति एव इति एव कारणम् अस्ति प्रायः किं किं महोदय पुनः वदतु? इति एव यत् जलमस्ति महति पात्रे सः एव भिन्नभिन्नरूपेण न दृश्यते इति एव, परन्तु अस्ति यथा तत्र कपालद्वयस्य संयोगेन घटः यथा भवति तत्र कपालः न दृश्यते, तत्र भिन्नभिन्नेन न दृश्यते किन्तु अस्ति एव खलु, तथैव अत्रापि अत्रापि भिन्नभिन्नम् इति न दृश्यते किन्तु अस्ति, तावदेव भेदः नाम जलं जलानि दशजलानि अपि सन्ति अवयवरूपेण सन्ति, अवयवी अस्ति महज्जलम्, समीचीनं खलु महोदय? अस्मिन् विषये कोऽपि प्रश्नः? सर्वे तत्र सर्वेषाम् अङ्गीकारः अस्ति वा तत्र जलस्य विषये, तत्र नवजलानि समवायिकारणानि अपि महति जलं तत्र कार्यम् अवयवी, अतः एव तयोः मध्ये भेदः, अतः एव तत्र नवज दशजलानि भिन्नानि अपि महत् जलं तत्र भिन्नं, यतोहि तयोः मध्ये कार्यकारणभावः वर्तते इति. अस्तु तर्हि अग्रे सराम, तर्हि प्रश्नः नास्ति चेत् नीता भगिनी अग्रे पठति वा? तन्मतानुसारम् अधुना हस्ते विद्यमाना क्रिया शरीरे अस्ति इति वक्तुं न शक्नुमः. हस्ते जाता क्रिया हस्ते एव भवति. प्रथमे क्षणे हस्ते क्रिया भवति, द्वितीयक्षणे शरीरे क्रिया भवति. क्रिया प्रथमतया अवयवे, तदा एव अवयविनी. अनेन हस्ते विद्यमाना क्रिया शरीरे विद्यमाना क्रिया द्वे अपि भिन्ने. एतत् सर्वं कदा उच्यते? यदा विशेषरूपेण क्रिया हस्ते जाता इति उच्यते तदा. इदानीं समग्रं शरीरं चलति इति चिन्तयतु. तत्र चलनक्रिया साक्षात् शरीरे इत्येव स्वीक्रियते. क्रिया साक्षात् शरीरे एव जायते. किन्तु यत्र क्रिया विशेषरूपेण हस्ते इति विषयः, तस्य हस्ते आदौ क्रिया, तदुत्तरक्षणे शरीरे क्रिया. अवयवगतक्रिया यत्र विशेषरूपेण विवक्षिता, तत्र अवयवे आदौ क्रिया, अनन्तरम् अवयविनी. अत्र प्रथमता तु वयं दृष्टवन्तः, प्रथमे तत् अवयवी इति महज्जलं, तत् कार्यं भवति. समवायिकारणानि इति दश पृथक् जलानि सन्ति, ते अवयवाः सन्ति इति. तन्मतानुसारं इदानीम् एकनिमिषं भगिनि, इदानीं तत्र सर्वेषाम् अङ्गीकारः वर्तते खलु, नाम तत्र हस्तगतक्रिया भिन्ना अपि शरीरगतक्रिया भिन्ना इति खलु. हस्तगतक्रिया एव शरीरे अपि अस्ति इति वक्तुं न शक्नुमः खलु. नाम हस्ते क्रिया भवति अपि शरीरे अपि सा क्रिया भवति इति चिन्तयामः, किन्तु क्रियाद्वयं भिन्नमस्ति, समानं नास्ति. तर्हि किन्तु शरीरे यदा हस्ते क्रिया भवति तदा शरीरे अपि क्रिया अस्ति इति भासते खलु. अतः तयोः मध्ये असमान नास्ति, समानं नास्ति. ये प्रथमा क्रिया द्वितीया क्रिया भिन्ना एव, किन्तु तयोः मध्ये कः सम्बन्धः इति प्रश्नः. तन्मतानुसारं प्रथमे वाक्ये तद् दत्तमस्ति, हस्ते विद्यमाना क्रिया शरीरे नास्ति इति अस्ति. अनन्तरं हस्ते जाता क्रिया हस्ते एव भवति. हस्ते जाता क्रिया हस्ते एव भवति. प्रथमक्षणे हस्ते क्रिया भवति, द्वितीयक्षणे शरीरे क्रिया भवति. क्षणे हस्ते क्रिया भवति, द्वितीयक्षणे शरीरे क्रिया भवति इति तत्र किञ्चित् तत्र प्रायशः तत्र वक्तव्यं भवति. नाम वयम् अस्तु तत्र एतस्य उदाहरणं स्वीकुर्मः, तत्र कपालः घटः, कपालः घटः, कपालः घटः कः अवयवः, कः अवयवी? कपालः इति अवयवः, घटः इति अवयवी इति अवयवी. इदानीं तत्र घटे रूपमस्ति, कपाले रूपमपि अस्ति. कपाले विद्यमानं रूपं घटे विद्यमानं रूपं प्रति कारणम् इति उक्तवन्तः खलु? खलु तत्र वयं तत्र परम्परासम्बन्ध स्वीकृत्य तत्र समानाधिकरणं कृतवन्तः. तर्हि कपाले यत् रूपं वर्तते तत् रूपं घटे विद्यमानं रूपं प्रति कारणं, तत्र द्वितीयविध असमवायि कारणं खलु. किन्तु कारणं द्वितीयविध असमवायिकारणमस्ति, किन्तु कारणमेव. तत्र कारणम् अस्ति चेत् तत्र किं भवति? तत्र कारणस्य अग्रिमे, तत्र कारणं कार्यस्य पूर्वस्मिन् क्षणे भवेत् खलु. नाम वयम् अन्यत् उदाहरणं चिन्तयामः. तत्र घटः यदा तस्य उत्पत्तिः भवति, एकक्षणं निर्गुणं निष्क्रियं भवति खलु. एकवारं वदति वा कृपया? घटस्य उत्पत्तिः यदा भवति, प्रथमे क्षणे घटे न कोऽपि गुणः भवति, यतोहि गुणस्य समवायिकारणं घटः एव. प्रथमे क्षणे घटः जातः चेत् रूपमपि तस्मिन् एव क्षणे न भवितुम् अर्हति, अग्रिमे क्षणे रूपं भवितुम् अर्हति खलु. द्वितीयक्षणे घटे अस्तु, तत्र इदानीं रक्तरूपम् अस्ति इति वक्तुं शक्नुमः. किन्तु प्रथमे क्षणे घटस्य उत्पत्तिः चेत् तस्मिन्नेव क्षणे रूपम् अस्ति इति न वक्तुं शक्नुमः, यतोहि प्रथमे क्षणे रूपम् अस्ति इति चेत् तस्मात् प्राक् एव घटः भवेत्, यतोहि घटः कारणम् अस्ति, कारणं कार्यात् पूर्वं भवेत्. अतः तद् अत्र नास्ति इति कृत्वा घटः प्रथमे क्षणे भवति, उत्पत्तिः भवति, प्रथमे क्षणे घटस्य उत्पत्तिः भवति चेत् एकक्षणं निर्गुणं निष्क्रियं तिष्ठति घटः, अनन्तरमेव तस्मिन् घटे क्रिया अस्ति अथवा रूपं गुणः वर्तते इति वक्तुं शक्नुमः. यतोहि क्रिया अस्ति चेत् क्रियायाः समवायिकारणं घटः, गुणः अस्ति चेत् रूप घटे तस्य गुणस्य समवायिकारणं घटः भवति खलु. तर्हि वदतु भगिनि. अत्र घटः कपालस्य विषये तु अवगतं, तथैव कपाले यथा रूपम् आगच्छति तस्मिन् एव क्षणे तत्र घटे अपि रूपम् आगच्छति इति न वक्तुं शक्नुमः. अग्रिमे क्षणे एव तत्र घटे रूपं भवति, यतोहि कपालगतरूपं कारणमस्ति घटगतरूपस्य कृते. प्रथमे क्षणे कपालरूपं भवति चेत् तस्मिन् एव क्षणे घटस्य घटे रूपं न भवति, द्वितीये क्षणे एव एकक्षण अनन्तरं भवति. समीचीनं वा? तत् स्पष्टमस्ति, परन्तु तथैव यथा रूपं गुणः वर्तते तर्हि अवयवे यः गुणः वर्तते स च गुणः अत्र रूपम् अपि अवयवी समानगुणं रूपम् अत्र रूपं स्थाने परिमाणम् इति स्वीकुर्मश्चेत् अत्र अपि परिमाणं तत्र कपालगतरूपं घटगतरूपस्य कारणं, कपालगतपरिमाणं घटगतपरिमाणं प्रति कारणं खलु. तत्र एतत् कारणम् एतत् कार्यम् एतत् प्रथमे क्षणे भवति चेत् अग्रिमे क्षणे एतद् भवति. यतोहि कार्यकारणभावः अस्ति, कार्यकारणभावः अस्ति. तथैव रूपं परिमाणं सर्वं गुणाः. तथैव तत्र क्रिया अस्ति चेत् कपालगतक्रिया भवति घटगतक्रियायाः असमवायिकारणं, द्वितीयविध असमवायिकारणं. वयं दृष्टवन्तः असमवायिकारणं कर्म भवितुम् अर्हति, गुणः अपि भवितुम् अर्हति. अतः अत्र हस्ते या क्रिया भवति तया क्रियया शरीरे अपि क्रिया भवति, किन्तु शरीरे गता क्रिया भिन्ना अस्ति, सा च क्रिया कार्यमस्ति, हस्तगतक्रिया कारणमस्ति, द्वितीयविद असमवायी कारणमस्ति. अतः एव प्रथमे क्षणे हस्ते क्रिया भवति चेत् कारणम् अस्ति इदानीम्, अग्रिमे क्षणे कार्यं भवति शरीरे विद्यमान, हस्ते तत्र शरीरे क्रिया क्रियायाः उत्पत्तिः भवति. किन्तु प्रथमे क्षणे एव शरीरे क्रिया भवति इति न वक्तुं शक्नुमः. अस्मिन् विषये प्रश्नः अस्ति वा? सर्वे अवगतवन्तः वा? एकवारं यदस्ति अत्र पठतु भगिनि, किञ्चित् विवृणोतु, तदनन्तरं पुनः चर्चयामः. प्रथम हस्ते जाता क्रिया हस्ते एव भवति. प्रथमे क्षणे हस्ते क्रिया भवति, द्वितीयक्षणे शरीरे क्रिया भवति. क्रिया प्रथमतया अवयवे, तदा एव अवयविनी. अनेन हस्ते विद्यमाना क्रिया शरीरे विद्यमाना क्रिया द्वे अपि भिन्ने. इदानीं पर्यन्तं तदपि वदामि वा स्वशब्दे? वदतु भगिनि, वदतु वदतु, वदतु. अत्र यत् कपालघटस्य उदाहरणं वयं दृष्टवन्तः, तत्र कारणम् इति कारणं कार्यस्य प्राक् भवेत्. तत्र यत् घटे कपालसंयोगेन यद् घटः जनयति, तत् प्रथमे क्षणे तत्र घटे रूपं न निष्पद्यते, द्वितीये क्षणे एव रूपं निष्पद्यते. कारणं कार्यात् प्राक् भवेत् इति नियमः. तत् कपाले विद्यमानं यत् रूपम् अस्ति, तत् रूपमिति गुणः, कपाले विद्यमानं यत् रूपं तत् घटं प्रति द्वितीयविध समवायिकारणम् इति निष्पद्यते. तत् रूपम् इति गुणम् इति अस्ति, तत् प्रथमता तद्गुणम् अवयवे प्रथमे क्षणे, अनन्तरम् अवयविनि. प्रथमतः तथैव क्रिया इति चिन्तयामः चेत्, क्रिया प्रथमतया अवयवे निष्पद्यते, अनन्तरम् एव अवयविनि भवेत्. तेन प्रकारेण हस्त इति शरीरस्य अवयवः, अवयवी इति शरीरः. अतः प्रथमे क्षणे हस्ते क्रिया भवति, द्वितीये क्षणे शरीरे क्रिया भवति एवं. परन्तु या क्रिया हस्ते भवति, या क्रिया शरीरे निष्पद्यते, भिन्नत्वेन हस्ते विद्यमाना क्रिया शरीरे विद्यमाना क्रिया द्वयोः मध्ये भेदः वर्तते. यदा एतत् सर्वं कदा उच्यते? यदा विशेषरूपेण क्रिया हस्ते जाता इति उच्यते तदा. यदा विशेषरूपेण क्रिया हस्ते जाता इति उच्यते तदा नाम यदि वयं साधारणतया वयम् अस्मिन् विषये तत्र अवयव अवयविनी तत्र क्रिया अपि तयोः मध्ये कः सम्बन्धः इति साधारणतया तस्य चिन्तनं न भवति किन्तु यदि वयं तत्र हस्ते क्रिया अस्ति इति वदामः तर्हि तत्र हस्ते एव क्रिया अस्ति शरीरे नास्ति वा इति तादृशचिन्तनम् अवयव अवयवी अवयवे क्रिया अस्ति अवयविनी क्रियापि अस्ति वा इति तस्मिन् विषये चिन्तनं भवति चेदेव एतत् सर्वम् अवगच्छामः नो चेत् तस्य चिन्तनम् एव न कुर्मः इति तावदेव इदानीं समग्रं शरीरं चलति इति चिन्तयतु तत्र चलनक्रिया साक्षात् शरीरे इत्येव स्वीक्रियते क्रिया साक्षात् शरीरे एव जायते यदा शरीरं चलति इति पश्यामः चेत् तत्र सर्वथा तत्र शरीरे एव क्रिया चलनक्रिया जायते प्रचलति इति साक्षात् शरीरे क्रिया प्रचलति किन्तु यत्र क्रिया विशेषरूपेण हस्ते इति विषयः तत्र हस्ते आदौ क्रिया तदुत्तरक्षणे शरीरे क्रिया हा विशेषरूपेण हस्ते हस्तेन क्रिया जायते इति चिन्तनमस्ति चेत् तत्र प्रथमे क्षणे क्रिया विशेषरूपेण हस्ते इति विषय इति अस्ति चेत् आदौ प्रथमतः हस्ते क्रिया जायते अनन्तरं द्वितीयक्षणे शरीरे क्रिया भवति इति चिन्तनं भवति यदा विशेषरूपेण पश्यामः चेत् अवयवगतक्रिया यत्र विशेषरूपेण विवक्षिता तत्र अवयवे आदौ क्रिया अनन्तरम् अवयवे तथैव अवयवगतक्रिया हस्तगतक्रिया यत्र विशेषरूपेण विवक्षिता यत्र विशेषरूपेण वर्णितम् अस्ति तदा अवयवे हस्ते आदौ क्रिया भवति अनन्तरम् अवयविनि शरीरे अनन्तरं क्रिया निष्पद्यते एवं तर्हि तत्र इदानीं किं कृतम् अस्तु हस्तगतक्रिया शरीरे अपि सा च शरीरे अपि क्रिया भवति किन्तु भिन्ना क्रिया इति चिन्तनम् अपि तयोः मध्ये तत्र कः सम्बन्धः इत्युक्ते कार्यकारणसम्बन्धः हा भवति हस्तगतक्रिया कारणं शरीरगतक्रिया कार्यम् अपि एषा प्रथमा क्रिया तत्र असमवायिकारणं द्वितीयविध असमवायिकारणम् इति भवति यथा तत्र कपालरूपम् अथवा कपालपरिमाणं घटपरिमाणं प्रति असमवायिकारणं द्वितीयविध असमवायिकारणमस्ति तथैव अवयवगतक्रिया अवयवीगतक्रिया तत्र क्रियायाः कृते तत्र असमवायिकारणं द्वितीयविध असमवायिकारणम् तत्र गुणस्य विषये या स्थितिः आसीत् यः सम्बन्धः नाम अवयव अवयवे गुणः अवयविनि गुणः तयोः मध्ये कार्यकारणसम्बन्धः द्वितीयविधसमवायिकारणं तथैव अत्रापि क्रिया यत्र वर्तते तथापि तत्रापि समानस्थितिः अस्तु समीचीनम् इदानीं तत्र तत्र अस्तु तत्र मृणालिनी भगिनी स्वशब्दैः किञ्चित् वदति वा तत्र हस्तगतक्रिया शरीरगतक्रिया तयोः मध्ये कः भेदः इति आम् हस्ते यदा क्रिया जायते तदा वयं वदामः प्रथमक्षणे हस्ते क्रिया जायते अग्रिमे क्षणे सा एव क्रिया शरीरे अपि भासते यतोहि यदि पूर्वस्मिन् किन्तु सा एव क्रिया इति न वदामः अन्या क्रिया उत्पद्यते तर्हि शरीरे या क्रिया भासते सा क्रिया किं भवति हस्तगतक्रिया कारणं भवति शरीरे या क्रिया भासते सा क्रिया कार्यं भवति तर्हि कार्यकारणते अत्र कार्यकारणभावः वर्तते समीचीनं तद्वत् अनन्तरम् अत्र अतः एव एकस्मिन् क्षणे तत्र यथा तत्र प्रथम हस्तगतक्रिया उत्पद्यते तस्मिन्नेव क्षणे शरीरगतक्रिया न भवितुमर्हति यतोहि कार्यकारणभावः वर्तते एकस्य अनन्तरमेव द्वितीया भवेत् खलु कार्यं कारणस्य अनन्तरमेव भवेत् प्रथमे क्षणे हस्तगतक्रिया चेत् तस्मिन्नेव क्षणे शरीरगतक्रिया न भवितुम् अर्हति अग्रिमे क्षणे भवितुम् अर्हति किन्तु तस्मिन्नेव क्षणे न भवितुम् अर्हति परन्तु यदि समग्र शरीरे चलनक्रिया जायते तदा तु चलनक्रिया साक्षात् शरीरे अस्ति इति वयं स्वीकुर्मः तर्हि इदानीं तदा किं भवति शरीरे क्रिया अस्ति चेत् सा क्रिया तत्र हस्ते अस्ति पादौ अस्ति सर्वत्र अस्ति इति चिन्तनम् किन्तु तत्र शरीरगतक्रिया हस्तगतक्रिया वयं तत्र प्रायशः भेदः न कुर्मः किन्तु यत्र हस्ते क्रिया जाता इति यदि वदामः केवलम् एकस्मिन् अवयवे क्रिया जाता इति वदामः तदा अवयविनी क्रिया या भासते सा च क्रिया कार्यम् इति स्वीकुर्मः अपि भिन्नौ तत्र भिन्ना अस्ति अवयवगतक्रिया भिन्ना अवयवी कुत्र भवति विचारः द्वितीयविध असमवायिकारणम् इति द्वितीयविध असमवायिकारणम् इति भवति समीचीनं भगिनि तत् विषयः कुत्र अस्ति यदा शरीरे क्रिया जायते तदा वा हस्ते क्रिया जायते अस्तु अस्तु भवती पृच्छति वा तत्र कुत्र अस्ति तत्र द्वितीयविध असमवायिकारणम् इति अत्र न उक्तं भगिनि अत्र न उक्तं किन्तु अतः एव तत्र किञ्चित् उक्तवान् तत्र नाम प्रथमे क्षणे हस्ते क्रिया भवति द्वितीयक्षणे शरीरे क्रिया भवति इति एव उक्तं किमर्थम् इत्युक्ते यथा गुणस्य विषये तत्र वयं गुणस्य विषये वयं पठितवन्तः खलु द्वितीयवित असमायिकारणं तत्र घटे यत् रूपमस्ति तत् रूपं प्रति कपाले विद्यमानं रूपमेव कारणम् इति खलु असमवायिकारणम् उत्तमं तथैव तत्र रूपम् इति स्थाने अन्यः गुणः अपि स्थापयितुं शक्नुमः खलु परिमाणं खलु एतत् सर्वं स्थापयितुं शक्नुमः किन्तु यथा वयं गुणः तत्र स्थापयितुं शक्नुमः तथैव यदि घटे क्रिया अस्ति कपाले क्रिया अस्ति तर्हि तथा कपाले विद्यमानक्रिया एव घटे विद्यमानक्रियायाः कारणं भवति रूपम् इति स्थाने अन्यत् अन्यः गुणः अपि स्थापयितुं शक्नुमः क्रिया अपि कर्म अपि स्थापयितुं शक्नुमः असमवायिकारणं तत्र गुणः भवितुम् अर्हति कर्म अपि भवितुम् अर्हति इति उक्तं पूर्वम् तर्हि हस्ते हस्तगतक्रिया या जाता तर्हि हस्ते तेन कारणेन शरीरे या क्रिया द्वितीयक्षणे उत्पन्ना तस्य कृते असमवायिकारणं वा द्वितीयविध असम सत्यं भगिनि तथैव अस्ति भगिनि सत्यं तदेव अस्ति भगिनि तत्र हस्तः शरीरं तत्र अत्र क्रिया अत्रापि क्रिया तत्र भिन्नः अस्ति एषा क्रिया अत्र ईक्वल् इति नास्ति खलु समानं नास्ति किन्तु तत्र सम्बन्धः वर्तते कार्यकारणसम्बन्धः वर्तते अपि प्रथमा क्रिया एषा क्रिया अस्याः असमवायिकारणं द्वितीयविध असमवायिकारणं भवति इति अस्ति भगिनि नाम पूर्वं क्रियास्थाने वयं गुणः इति उक्तम् इति उपयुज्य परिमाणमपि दृष्टवन्तः पूर्वं हा अनेकानि उदाहरणानि रूपस्य तत्र गुणस्य विषये दृष्टवन्तः रूपं वा परिमाणम् इति किन्तु रूपं रूपस्य स्थाने क्रिया अपि स्थापयितुं शक्नुमः अतः तद् तद् अत्र न उक्तं साक्षात् इति कृत्वा किञ्चित् वक्तव्यमासीत् तावदेव इदानीं स्पष्टम् आं स्पष्टमस्ति अस्तु समीचीनम् अस्तु तर्हि अग्रे सरामः तर्हि तत्र हा तर्हि तत्र नरसिंहग्दे महोदय अग्रे पठति वा प्रथमे क्षणे अस्ति तदेव न महोदय महोदय इदानीं तत्र अतः वस्तुतः इति अतः वस्तुतः दृष्टि अनुगुणं भवति एतत् सर्वम् अहं साक्षात् घटम् उन्नयामि इति चेत् समग्रघटः चलति तदानीं क्रिया साक्षात् घटे जायते किन्तु यदि घटं स्पृशामि घटस्य एकस्य कपालस्य स्पर्शः भवति तत्र अवयवसंयोगः अत्र संयोगः प्रथमतया अवयवे तदुत्तरक्षणे अवयविनि अतः अत्र अवयवे कपाले जायमानसंयोगः कर्मजः घटे विद्यमानः संयोगः संयोगजः अतः वस्तुतः दृष्टि अनुगुणम् अस्माकं दृष्टि अनुगुणम् एतत् सर्वं भवति इति अस्ति अहं साक्षात् घटम् उन्नयामि नाम तत्र न्यायशास्त्रदृष्टिः भिन्ना अन्यवेदान्तशास्त्र अस्माकं लौकिकदृष्टिभिन्नाम् अपि भिन्ना अस्ति अहं साक्षात् घटम् उन्नयामि इत्युक्ते सम्पूर्णघटम् उन्नयामि चेत् तर्हि किं भवति समग्रघटः चलति तदुपरि आगच्छति तदा क्रिया साक्षात् घटे जायते तस्मिन् क्षणे किन्तु यदि घटं स्पृशामि केवलं घटं स्पृशामि चेत् घटस्य एकस्य कपालस्य स्पर्शः नाम घटं स्पृशामि किन्तु एकस्मिन् भागे स्पृशामि तत्र एव क्रिया भवति एकस्मिन् भागे एव क्रिया भवति अतः केवलं कपालस्य स्पर्शः भवति तत्र अवयवसंयोगः भवति घटः कपाल इति घटस्य अवयव इति कृत्वा केवलम् अवयवसंयोगः भवति अवयव तत्र कपाल अपि हस्तयोः तत्र हस्तेन स्पृशामि इत्युक्ते हस्त अपि कपालहस्तयोः मध्ये कपालहस्तयोः संयोगः भवति अत्र संयोगः प्रथमतया अवयवे अत्र इत्युक्ते अत्र द्वितीय उदाहरणे यदा घटं स्पृशामि चेत् तत्र किं भवति संयोगः प्रथमतया अवयवे कपाले तदत्र क्षणे अवयविनि प्रथमतया अवयवे भवति अनन्तरमेव अवयविनि घटे भवति अतः अत्र अवयवे कपाले जायमानसंयोगकर्मजः प्रथमतया ये संयोगः भवति तदस्ति कर्मजसंयोगः द्वितीयक्षणे यत् घटहस्तयोः मध्ये संयोगः भवति तदस्ति संयोगजसंयोगः इति अस्ति इति अस्ति तर्हि तत्र तर्हि तत्र समाधानं प्राप्तं खलु नाम तत्र घटे विद्यमानः संयोगः कर्मजः नास्ति किन्तु संयोगजः एव अस्तु समीचीनं महोदय अस्तु अवयविनि संयोगः भवति संयोगजसंयोगः यत् अवयवे संयोगः भवति कर्मजसंयोगः इति हा इति अस्ति सत्यं हा इति अस्ति समीचीनम् अस्तु धन्यवादः महोदय अस्तु तत्र मृणनी भगिनी भवती न पठितवती अत्र तर्हि भवती एव पठतु किञ्चित् उक्तवती किन्तु तत्र हा पठतु. एतत् तद्वत् हस्ते इति वा? तद्वत् हस्ते जातया क्रियया हस्तपुस्तकयोः कर्मजः संयोगः शरीरपुस्तकयोः संयोगः संयोगं प्रति हस्ते विद्यमाना क्रिया अन्यथा सिद्धा पुनः हस्तस्य अवयवाः सन्ति अङ्गुल्यः. यदि समग्रहस्तः न चलति अपि तु अङ्गुलीषु एव क्रिया उत्पन्ना इति चिन्तयामः, तया च अङ्गुलीनां संयोगः भवति पुस्तकेन सह, तदानीं हस्तपुस्तकयोः संयोगः संयोगजः न तु कर्मजः. तत्र अङ्गुलीषु विद्यमाना क्रिया हस्तपुस्तकयोः संयोगं प्रति अन्यथा सिद्धा, पुनः हस्तपुस्तकयोः संयोगजः संयोगः शरीरपुस्तकयोः संयोगं प्रति कारणम् एवम्. अथवा अङ्गुल्यः साक्षात् शरीरस्य अवयवः न तु हस्तस्य इति अवलम्ब्य अङ्गुलीषु न अङ्गुलीपुस्तकयोः संयोगः एव अङ्गुलीपुस्तकयोः संयोगः एव शरीरपुस्तकयोः संयोगं प्रति कारणम्. तत्र इदानीं वयं हस्त अपि इति अवयवः अवयवी हस्तपुस्तकयोः संयोगः, हस्तेन पुस्तकं स्पृशामः तर्हि हस्तपुस्तकयोः संयोगः अपि शरीरस्य अपि संयोगः भवति इति उदाहरणम्. इदानीम् अङ्गुली इति हस्तस्य अपि प्रथमतया पठतु तत्र तद्वत् हस्ते. तद्वत् हस्ते जातया क्रियया हस्तपुस्तकयोः कर्मजः संयोगः. हस्तपुस्तकयोः संयोगः कर्मजः. शरीरपुस्तकयोः संयोगं प्रति हस्ते विद्यमाना क्रिया अन्यथा सिद्धा पदस्य सिद्धा नाम कारणं नास्ति, तत् कारणम् इति न सूचयते. शरीरपुस्तकयोः संयोगं प्रति हस्ते विद्यमाना क्रिया कारणं नास्ति. यदि कारणमिति स्वीकुर्मः तर्हि तत्र शरीरपुस्तकयोः संयोगः अपि कर्मजः इति भवति खलु. किन्तु वयं चिन्तितवन्तः तत्र कारणं नास्ति इति, अपि तत्र अन्यथा सिद्धा इति पूर्वम् उक्तं. नाम उदाहरणार्थं तत्र घटस्य कारणं कुलालः भवितुम् अर्हति खलु. कुलालः नाम घटस्य निर्माता खलु, यः घटं निर्माति सः अपि घटस्य कारणं खलु. इदानीं कुलालस्य पिता कुलालं प्रति पिता कारणमस्ति खलु. एवं तर्हि पिता कुलालस्य पिता कुलालं प्रति कारणं, कुलालः घटं प्रति कारणम्. किं कुलालस्य पिता घटस्य कारणं वा? न खलु. नाम तत्र यदा घटस्य उत्पत्तिः भवति तत्र कुलालस्य पिता तत्र न भवेत्, अन्यत्रापि भवेत्, तदापि तत्र घटस्य निर्माणं भवति खलु. भवति. अतः तत्र कुलालस्य पिता कारणं घटस्य कारणं नास्ति, अन्यथा सिद्धा इति स्वीक्रियते. नाम कुलालः घटस्य कारणं, कुलालपिता कुलालं प्रति कारणं, कारणस्य कारणं कार्यं प्रति कारणम् इति न स्वीक्रियते खलु. अवगच्छति वा? अवगतमाचार्य. अत्र अपि तत् किम् अस्ति, तत्र हस्तपुस्तकयोः तत्र हस्ते या क्रिया अस्ति तेन हस्तपुस्तकयोः संयोगः भवति. तर्हि क्रियाकारणमस्ति हस्तपुस्तकयोः संयोगः कार्यम्. किन्तु पुनः हस्तपुस्तकयोः संयोगेन शरीरपुस्तकयोः संयोगः भवति. तर्हि शरीरपुस्तकयोः संयोगं प्रति हस्तपुस्तकयोः संयोगः कारणम्. कारणम् हस्तपुस्तकयोः संयोगं प्रति क्रियाकारणम्. तर्हि क्रिया किं भवति? कारणस्य कारणं भवति. यदि शरीरपुस्तकयोः संयोगः इति कार्यमिति स्वीकुर्मः तदा तत्र कार्यकारणस्य कारणम् इति भवति. एकनिमिषं तत्र लिखामि. तत्र एतद् घटवर्गे अपि वयं कृतवन्तः. तत्र घटः, घटस्य कारणं कुलालः, कुलालस्य कारणं पिता. किन्तु पिता कारणम् इति न स्वीकुर्मः खलु? खलु तथैव तत्र शरीरपुस्तकसंयोगः अपि हस्तपुस्तकसंयोगः कारणमस्ति खलु? तत्र कार्यकारणभावः वर्तते खलु? अपि तत्र क्रिया एव कारणं खलु? अत्र क्रिया कारणं, हस्ते या विद्यमाना क्रिया सा क्रिया एव कारणम्. एतस्य कारणम् एतदस्ति, एतस्य कारणं पुनः एषा अस्ति खलु? यथा घटस्य कारणं कुलालः, कुलालस्य कारणं पिता. किन्तु पिता यथा घटस्य कारणं नास्ति तथैव एषा क्रिया एतस्य कारणं नास्ति. अवगतम्? तर्हि यथा अत्र घटस्य उत्पत्तेः प्राक्षणे पिता नास्ति तर्हि घटम् उत्पादयितुं कुलालः शक्नोति. तत्र अतः तत्र कारणस्य कारणं कारणम् इति न स्वीकुर्वते इति लघुरूपेण यदि वदामः, कारणस्य कारणं कारणं न भवति. तद्वदत्र शरीरपुस्तकसंयोगस्य कृते प्राक्षणे क्रिया आवश्यकी नास्ति इति वा? इति तत्र साक्षात् कारणं नास्ति. क्रियया हस्तसंयोगः जातः, तत्र क्रियायाः अनन्तरम् एतद् भवति वा अथवा मध्ये एतदस्ति वा? मध्ये अस्ति हस्तपुस्तकसंयोगः. हस्तपुस्तकसंयोगः प्रथमे अस्ति खलु, तदनन्तरमेव तत्र शरीरपुस्तकसंयोगः. यदि मध्ये अस्ति चेत् तत्र किं भवति? एषा क्रिया एतस्य कारणम् एतत् एतस्य कारणं भवति. अस्तु, क्रिया अन्यथा क्रिया अन्यथा सिद्धा नाम साक्षात् कारणं नास्ति इति चिन्तनम् इति अस्ति. अस्तु, तर्हि तत्र समीपे जातः. किन्तु तत्र मूलविषयः नाम तत्र शरीरपुस्तकसंयोगः साक्षात् तत्र संयोगजसंयोगः न तु कर्मजसंयोगः इति. अत्र केवलं तत्र उदाहरणस्य तत्र किं सर्वेषां कृते तत्र रुचिकरः भवति इति कृत्वा तत्र केवलं किमर्थं हस्तः शरीरः, हस्ते अङ्गुल्यः सन्ति इति कृत्वा तत्र अङ्गुलीषु अपि क्रिया उत्पन्ना चेत् किं भवति इति चिन्तनं कुर्मः इति अग्रे सर्वम् उक्तम्. अग्रिमे वर्गे तस्य पुनरेकवारं पठित्वा तस्य चर्चा भवेत्. अस्तु, तर्हि अत्रैव विरमाम. धन्यवादः, नमस्कारः, अग्रिमे वर्गे विरामः. धन्यवादः महोदय.